समासचिन्तनमध्ये सर्वेषां स्वागतम्। शर्मिला भगिनी सूत्राणि पठतु। अस्तु, तत्पुरुषसमाससूत्राणि। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपत्कर्तात्रयश्च प्राप्तापत्ति स्वयं तेन अट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीयातत्त्वतार्केण गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः कर्तकरणे कृता बहुलं प्रत्ययैकार्के वचने अन्येन व्यजनं पक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थपरिहितसुखरक्षितैः पञ्चमी भये अपेतापोढमुक्तपतितापत्रस्तैश्वल्पशः स्तोकान्तिकदूरार्थतिक्षाणित्वेन सप्तमी शौण्डिकः सिद्धशुष्कपक्वपङ्क्तिश्च स्वाङ्क्षेण क्षेपे तृतीयैर्गणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसरोजरपुराण नवकेवलाः समानसङ्ख्ये सङ्ख्या तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्वितुः कुत्सितानि कुत्सितैः पापण पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याख्यादिभिः सामान्याप्रत्यये विशेषणं विशेष्येण वक्तं पूर्वापरप्रथमचरमजन्यसमानमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नैविशिष्टेनान्य सन्महत्परमोत्तमदृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानः ततरकतमौ जातिपरिप्रश्ने किं क्षेपे कोटायुवतिस्तोककतिपयदृष्टितेनुवशावे हस्वक्षवष्कयणी प्रवृत्तश्रोत्रीध्यापकभूतभूतैर्जाति प्रशंसावचनैश्च युवा खलति फलितवलिनचरती कृत्यतुल्याख्या अजात् वर्णोवर्णेन कुमारः श्रमणादिति चतुष्पादो गर्भिण्या मयूर्व्यंसकादयश्च पूर्वापराधरोत्तरमेकदेशी नैकात्सहणे अर्थं न पञ्चकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणा नै ईषद्धृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसद्व्ययसमानाधिकरणे तेन च पूजाया अधिकरणवाचिं च कर्मणि च तृष्काभ्यां कर्तरि कर्तरि च नित्यं नित्यं क्रीडाजीवितयोः उपत्प्राप्त्यः उपपदमति अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्या उवाच तत्पुरुषसमासान्तसूत्राणि। तत्पुरुषस्याङ्गुले सङ्ख्याव्यवादेः अहः सर्वैकदेशसङ्ख्यातपुण्याचरात्रेः अह्नोन्नः एतेभ्यः न सङ्ख्यादेः समाहारे उक्तमैकाभ्यां च राजाःसखिभ्यश्चोरतत्तलुकि अग्राख्याया पुरसः अनोष्मायस्सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च कक्षः अतेक्षुणः उपमानात् प्राणिषु उत्तरमृगपूर्वाच्च सक्षुणः नावोद्विगोः अर्थाच्च भार्याः प्राचां भार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहध्यामन्यतरस्याम्। धन्यवादः। अत्र गतवर्गे विद्याभगिन्या चतुर्थी तत्पुरुषसमाससूत्रस्य प्रारम्भं कृतं, तत् अवलोकयामः. अत्र लिखितमस्ति चतुर्थी तत्पुरुषसमासस्य विषये एकमेव सूत्रम् अथो लिखितमस्ति, चतुर्थ्यन्तवाचकपदस्य अर्थ बलि हित सुख रक्षित इति एत्येतैः सह चतुर्थी तत्पुरुषसमासः विकल्पेन भवति इति. तत्र एकमेव सूत्रमस्ति चतुर्थी तत्पुरुषसमासं कृते, तदस्ति चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति एव. पुष्पा भगिनी पठति वा? शृणोमि महोदय. ओके, अत्र सूत्रमस्ति चतुर्थ्यन्तं सुबन्धं तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषस्य समासो भवति. तदर्थ चतुर्थ्यन्तं पदं चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति तदर्थ तद्वाचकपदेन सह समस्यते, तस्मै इदं तदर्थं. तदर्थ इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति. अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थम्. तदर्थेन प्रकृतिविकारभावे समासो अयम् ईषते. अर्थात् तदर्थेन केवलं यत्र प्रकृतिविकृतिभावः भवति तत्र एव चतुर्थी तत्पुरुषसमासः भवति. यथा कुण्डलम् आवरणं, कर्तुम् एव हिरण्यं सुवर्णम् अस्ति. हिरण्यं प्रकृति, कुण्डलं तस्य विकृतिः. अतः कुण्डलहिरण्यम् इति समासः. अर्थबलिहितसुखरक्षित एवञ्च चतुर्थ्यन्तं पदम् अर्थबलिहितसुखरक्षितै च इत्येतैः शब्दैः सह विकल्पेन समस्यते. तदर्थाञ्च अर्थञ्च बलिः च हितं च सुखं च तेषाम् इतरेतरयोगद्वन्द्वः. तदर्थार्थबलिहितसुखरक्षितैः चतुर्थी प्रथमान्तं, चतुर्थार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रं. सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप्रत्यस्य अनुवृत्तिः भवति. प्राक्कडारसमासः इति सूत्रात् समासः इत्यस्य अधिकारः, सः सुपा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं चतुर्थी सुप् तदर्थ अर्थ बलि हित सुख रक्षितैः सुभिः सह विभाषा तत्पुरुषसमासः. अत्र सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् चतुर्थी सुप् इत्युक्ते चतुर्थ्यन्तं सुबन्धम् इति एकं पदमस्ति. तत् पदं तदर्थ अर्थ बलि हित सुख रक्षितैः सुभ्यैः इत्युक्ते चतुर्थी सुबन्धं तदर्थं सह तदर्थेन सह चतुर्थी सुबन्धम् अर्थेन सह चतुर्थ्यन्तं बलि सह हितै एकैकं पदसह तत् समास्यते चेत् चतुर्थी तत्पुरुषसमासः भवति. विभाषा इति अधिकरणे अस्ति कृत्वा व्यस्तप्रयोगम् अपि साधु एव. अत्र पदं पश्यामः चेत् चतुर्थी तु चतुर्थ्यन्तं पदं सुबन्धं, तदेव चतुर्थी इति प्रथमा विभक्तिः अस्ति सूत्रे इति कृत्वा तत् पूर्वनिमिष पूर्वनिपातं भवति, उपसर्जनं पूर्व इति. तद् अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमविभक्तो अस्ति, अतः तस्य प्रथमानिर्दिष्टं सदमासो उदर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भूत्वा पूर्वपदं भवति, पूर्वनिपाता भवति. किन्तु सूत्रम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् तदर्थ अर्थ इति पदद्वयं दृश्यते. एवं चतुर्थीयन्तं पदं बलि बलि फार् बलि फार् हित फार् सुख फार् रक्षित इन् आल् दीस् थिङ्ग्स् इट् केन् बि अन्वयम् ऐ मीन् अन्वयं कर्तुं शक्यते. तत् कारणं तदर्थ इत्यस्य उक्तत्वात् चतुर्थ्यन्तम् एव सूचयति वा इति प्रश्न उदेति. वेदर् दिस् तदर्थ मीन्स् फार् द सुबन्धार्थं विल् डस् इट् मीन् द सुबन्धार्थम् आर् डस् इट् हेव् ए सपरेट् मीनिङ्ग् तदर्थ. बिकास् चतुर्थ्यन्तं पदं नार्मलि रामाय or Shivaya or any word means tadartham is included in the meaning of the chaturthi. Then why does the tadartha is repeated again here? The word tad is normally sarvanama is used to indicate the purvavadam. Tasya purvam kim asti chaturthyantam padam. So chaturthyantam padam अर्थम् इति सूचयति वा अथवा तस्य पृथक् अर्थम् अस्ति वा इति प्रश्नः अस्ति. तदेव अग्रिमपरिच्छेदे शर्मलाभगिनी पठति वा तदर्थ. तदर्थः अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः. तस्मै इदं तदर्थम् अर्थात् चतुर्थन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति. पूर्वपदे चतुर्थी विभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदर्थं चतुर्थन्तपदं तादृशचतुर्थन्तपदस्य कृते यत् वस्तु अस्ति तद्बोधेन शब्देन सह चतुर्थी तत्पुरुषसमासः विकल्पः. पूर्वपदं चतुर्थ्यन्तं पदम् उत्तरपदं चतुर्थान्तं चतुर्थ्यन्तार्थं यत् पदम् अस्ति तत् बोधकं पदम्. तात्पर्यम् एवं यत् पूर्वपदं विकृतिः स्यात् उत्तरपदं प्रकृतिः स्यात्. अवगतं वा? अवगतम्. प्रथम अत्र चतुर्थीतत्पुरुषसमासे पूर्वपदं चतुर्थान्तं सुबन्तं पदं भवेत्, उत्तरपदं यत् पूर्वपदेन उच्यते तत् विकृति भवति, तस्य प्रकृति प्रकृतिरूपेण यत् पदम् अस्ति तेन अत्र तदर्थः इति शब्दं बोधयति. तेन सह समासः यथा हिरण्यम् अस्ति तत्र तु प्रकृतिः अस्ति, तस्य विकृति कृत्वा कुण्डलं भवति निर्माणं भवति, कुण्डलस्य निर्माणं भवति. अतः कुण्डलाय हिरण्यम् इति कुण्डलम् इति विकृति अस्ति, तस्य कृते प्रकृति अस्ति हिरण्यम्, अतः कुण्डलाय हिरण्यम् इति तदर्थ अर्थेन समासः भवति कुण्डलहिरण्यम्. यदि अत्र पश्यति चेत् तात्पर्यमेवं यत् पूर्वपदं विकृति स्यात् उत्तरपदं प्रकृति स्यात् इति कुण्डलाय हिरण्यं, कुण्डलां विकृति अस्ति कुण्डलाय हिरण्यम् इति उत्तरपदं हिरण्यम् इति प्रकृति प्रकृति परिणम्य विकृति भवति इति कृत्वा पूर्वपदं विकृति उत्तरपदं प्रकृति इति उक्तम् इति सूत्रे अनुवृत्तिसहितसूत्रे चतुर्थी सुप् तत् प्रकृतिं सूचयति. तदर्थपदं विकृतिं सूचयति इति कृत्वा कुण्डलाय हिरण्यं तदर्थम् इत्युक्ते इतर तत्र द प्रकृतिभावं सूचयति. तथैव तस्मिन् सूत्रस्य एकं मुख्य अंशः अस्ति. तथैव वर्गे चर्चितम् अपि इस् नाट् टेकन् फ्रम् हियर् चतुर्थी तदर्थात् इति सूत्रे तदर्थ इति ऐ थिङ्क् we will come up to this, we will cover up to here yada example saramsha iti. Okay, bhagini va patatu bhagini sarvana bhagini chaturthi sadarthena prakriti vikriti bhavah eva kali rakshita grahana nyapaka atra prakriti vikriti bhavah uttam पूर्वपदमपि च उत्तरपदं तत् सम्बन्धसामर्थ्यं प्रकृतिप्रतिभाव भवति तेन चतुर्थितत्पुरुषसमासः भवति. अत्र तदर्थम् इत्युक्ते किमर्थं प्रकृतिभावः एव ग्रहणीयं चेत् परिहितरक्षित तत्रापि भूताय बलिः इत्यादयः भूतेभ्यः भवति इत्युक्त्वा पुनः तदर्थम् इति तस्य कृते परपदमस्ति इति अस्ति. परन्तु तत्र बलिरक्षित इत्यस्य शब्दौ पृथक्तया पाणिनिना उक्ता अतः तत्र तदर्थेन भावः एव ग्रहणीयम् इति अस्माकं चिन्तनम्. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः सूत्रे तदर्थः इति शब्देन एकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम्. अस्य प्रमाणं किम्? यदि सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना तर्हि यथा यूपायदारु इत्यत्र यूपदारु इति चतुर्थसमासः भवति तथैव भूतेर्थबलि इत्यत्र भूतबलिः कुबेराय बलिः कुबेरबलिः गोभ्यः रक्षितम् इत्यत्र गोरक्षितम् इत्यादिसमासाः स्थाः भवन्ति. एतानि सर्वाणि पदानि अपि तदर्थानि एव सन्ति. एवं सति सूत्रे तदर्थः पदस्य उपस्थितिः अस्ति इति कृत्वा बलिः रक्षितः इत्यादीनि पदानि व्यर्थानि भूत्वा ज्ञापयन्ति यत् सूत्रे तदर्थः इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति परन्तु केवलं प्रकृतिविकृतिभावः एव ग्राह्यः. यदि पाणिनिना सर्वेषां तदर्थानां ग्रहणम् इष्यते तर्हि तदर्थः इति उक्त्वा तत्पश्चात् बलिः रक्षितः इत्यादीनां पदानां पृथग्रहणं न करोति परन्तु पाणिनिना बलिः रक्षितः इत्यादीनां पदानां पृथग्रहणं कृत्वा ज्ञाप्यते यत् तदर्थः इत्यनेन केवलं भावस्य ग्रहणम् इदानीमेव अस्माभिः चर्चितं तदर्थः इति उक्तं. तत्र सर्वैः तदर्थानां ग्रहणं भवति वा इति चेत् तत्र न उत्तरं. यथा उपायदारु अथवा कुबेराय बलि इत्यत्रापि तदर्थ अर्थ अस्ति सर्वत्र तदर्थम् अस्ति परन्तु पाणिनिना विशेषतया बलिः रक्षितः इति शब्दौ शब्दानां शब्दयोः प्रयोगं कृतम् अतः तत्र प्रकृतिविकृतिभावः अस्ति चेत् तस्य एव कथनं तदर्थं पदेन बोध्यते इति स्पष्टं भवति. आं भगिनि, धन्यवादः. तत्र केवलम् अस्मिन् सूत्रे एकं मुख्यम् अंशं तदर्थपदस्य विशिष्टार्थम् अस्ति कृत्वा तस्य प्रयोगः केवलं प्रकृतिविकृतिभावग्राह्य कृते एव भवति. अन्यपदानि यथा अर्थरक्षित अर्थबलिहितसुखरक्षित एतानि पदानां सम्बन्धं चतुर्थी सामान्यचतुर्थीपदार्थसम्बन्धम् एव दृश्यते. किन्तु तदर्थम् इति सूत्रे यत् पदमस्ति तत् प्रकृतिं सूचयति, एवं पूर्वपदं चतुर्थ्यन्तं पदं विकृतिं सूचयति. अन्य सर्वानां कृते प्रकृतिविकृतिभावस्य अपेक्षा नास्ति. तदेव अस्मिन् सूत्रस्य मुख्य अंशः. पुष्पा भगिनी, कोऽपि प्रश्नः अस्ति वा? सरला भगिनी, कोऽपि प्रश्नः अस्ति वा? सरला भगिनी नास्ति. प्रकृति विकृति भाव इन् द क्लास्. There is nothing more to discuss in today's Chindana Varga unless there is some clarification is required. Sir Lavagani, you have any questions or you are okay with them? No, Mahodaya. Namaskar. Okay. Namaskar. Because we also didn't have much, others have informed that because of personal work, they won't be able to join today. So only few of us are here today. Okay, so unless I understand that email. Pardon? We can discuss after the class. Okay, but just a minute. Since there is nothing, I'll stop the recording here and we can continue.